गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतं शाब्दबोधः इत्यत्र स्मः तत्र कारकत्वं नाम किम् इति अधीत्य तदनन्तरं तत्र विशेषणत्वम् इत्यस्य अर्थः अपि अस्माभिः अवगतः विशेषणे यः प्रत्ययः भवति स च प्रत्ययः अभेदं बोधयति विशेषणविशेष्ययोः मध्ये एकपदार्थबोधकत्वं भवेत् ययोः पदयोः मध्ये एकपदार्थबोधकत्वम् अस्ति तयोः पदयोः मध्ये विशेषणविशेष्यभावः इति कृत्वा यल्लिङ्गं या विभक्तिः यद्वचनं विशेष्यस्य इति भवति विशेषणस्य अत्र तल्लिङ्गं तद्वचनं सा च विभक्तिः भवति इति अधीतं किन्तु कुत्रचित् अभेद अतिरिक्तसम्बन्धः अपि भवति यथा दशरथस्य पुत्रः इत्यत्र दशरथः दशरथस्य पुत्रस्य आनयनं कुरु रामस्य आनयनं कुरु इति वक्तुमिच्छामि किन्तु तत्र दशरथस्य पुत्रस्य आनयनं कुरु इति यदि अहं वदामि अत्र दशरथस्य अपि च पुत्रस्य अनयोः शब्दयोः पदयोः मध्ये समानविभक्तिकत्वं समानलिङ्गत्वं समानवचनत्वम् अस्ति तथापि अत्र विशेषणविशेषभावः अस्ति वा अनयोः मध्ये इति चेत् न किमर्थं विशेषणविशेषभावः नास्ति इति चेत् एकपदार्थबोधकत्वं दशरथ इति शब्देन यः पदार्थः उक्तः अयोध्यायाः राजा दशरथः सः पुत्र इति पदेन न उक्तः पुत्र इति पदेन रामः उक्तः दशरथ इति पदेन दशरथः उक्तः इति कृत्वा एकार्थबोधकत्वं नास्ति एकपदार्थबोधकत्वं नास्ति इति कृत्वा दशरथस्य पुत्रस्य आनयनं कुरु इत्यस्मिन् वाक्ये दशरथ अपि च पुत्र अनयोः मध्ये विशेषणविशेषभावः नास्ति अभेदः नास्ति इति कृत्वा तर्हि एतादृशसन्दर्भे तत्र कश्चन सम्बन्धः तु अस्ति इत्युक्ते दशरथस्य पुत्रस्य इत्यत्र दशरथः अपि च पुत्रः अनयोः मध्ये किमपि सम्बन्धः नास्ति इति अपि नास्ति तर्हि कः सम्बन्धः अभेदसम्बन्धः वा इति चेत् नास्ति तर्हि अभेद अतिरिक्तसम्बन्धः अभेद अतिरिक्तसम्बन्धं बोद्धुं षष्ठी विभक्तिप्रयोगः क्रियते शेषे षष्ठी इति सूत्रेण तर्हि शेषत्वं नाम किम् इति चेत् अभेद अतिरिक्तसम्बन्धः केवलं सम्बन्धः इति वैयाकरणाः वदन्ति किन्तु स च सम्बन्धः अभेदसम्बन्धः अस्ति चेत् तदा तत्र षष्ठीप्रयोगः न भवति विशेष्यस्य या विभक्तिः तदेव विशेषणस्यापि भवति इति अधीतं गते वर्गे इतोपि किञ्चित् नैयायिकानां मतानुसारं मुख्यविशेष्यः प्रथमाविभक्त्यां यत् पदमस्ति वाक्ये सः एव मुख्यविशेष्यः इति अधीतं किमर्थं तत्र मुख्यविशेष्यत्वं तस्य प्राप्यते इति चेत् सर्वेषां पदानाम् अन्वयः अन्ततो गत्वा प्रथमाविभक्त्यां यत् पदमस्ति तत्रैव अन्वेति इति कृत्वा मुख्यविशेष्यः इति उक्तम् तर्हि सर्वेषां पदानाम् अन्वयः साक्षात् मुख्यविशेष्ये भवति वा इति चेत् न तत्र क्रमः अस्ति कः क्रमः इति चेत् क्रियापदं मुख्यविशेष्येण अन्वेति क्रियाविशेष्ये वर्तते, क्रियावती वर्तते इति कृत्वा क्रिया मुख्यविशेष्ये अन्वेति, अन्यानि कारकाणि क्रियायाम् अन्वेति. पुनः वदामि, क्रिया मुख्यविशेष्ये अन्वेति, अन्यानि कारकाणि क्रियायाम् अन्वेति, क्रियाद्वारा मुख्यविशेषे परम्परया अन्वेति इति द्वितीयसोपानम्. तर्हि इतोपि किञ्चित्, इदानीं षष्टी अभेद अतिरिक्तसम्बन्धः बोद्धुं या षष्टिः षष्टिविभक्तिः प्रयुज्यते तस्य अन्वयः कुत्र, मुख्यविशेष्ये वा क्रियायां वा इति चेत् उभयत्र नास्ति. तर्हि कुत्र इति चेत् कारकेषु स्वस्व यत्र सम्बन्धः अस्ति तस्मिन् कारके तस्य अन्वयः. अतः एव अत्र वाक्यमस्माभिः दृष्टं, घटस्य शकटम् आनयति, चैत्रस्य ओदनं पचति. कः पाचकः? रामः इति चिन्तयामः. चैत्रस्य ओदनं पचति रामः. तर्हि अत्र प्रथमाविभक्त्यां किं पदमस्ति? रामः इति पदम्. सः एव मुख्यविशेष्यः. पचति इति क्रिया रामपदेन तस्य अन्वयः. पचति इति पदस्य रामपदेन अन्वयः. तदनन्तरम् ओदनम् इति कर्मकारकस्य साक्षात् रामेण अन्वयः नास्ति, पचति इति क्रियापदेन सह तस्य अन्वयः, परम्परया क्रियाद्वारा रामेण तस्य अन्वयः. रामः एव ओदनं पचति इति कृत्वा. इदानीं चैत्रस्य ओदनं पचति इत्यत्र चैत्रपदस्य केन सह अन्वयः इति चेत् ओदनम् इति कर्मकारककारकेन सह तस्य अन्वयः, पचति इति क्रियाया सह क्रियया सह तस्य अन्वयः नास्ति. रामः इति मुख्यविशेष्यः तेन सह अन्वयः नास्ति, किन्तु चैत्रपदस्य कर्मकारकेन सह अन्वयः इति मनसि मानचित्रं स्थापयन्तु. तर्हि यदि अत्र चित्रं रचयन्ति तर्हि सर्वेषाम् अधः अत्र मुख्यविशेष्यः भवेत्. मुख्यविशेष्यात् अधः किमपि न भवति, अतः एव तस्य मुख्यविशेष्यः. तत्र केवलं विशेष्यता एव अस्ति मुख्यविशेष्ये, न तु प्रकारता. तर्हि तस्मादुपरि क्रियापदं स्थापनीयम्. यस्मिन् क्रियापदे प्रकारता अस्ति, मुख्यविशेष्यनिष्ठप्रकारता अस्ति, किन्तु अन्यकारकनिष्ठ विशेष्यता वर्तते क्रियापदे. तर्हि तत्र कारकाणि सर्वे तत्र स्थापयितुं शक्यते. तदनन्तरं कारकाणां विशेषणमस्ति चेत् तद् कारकस्य उपरि अतः अथवा कारकाणाम् उपरि स्थापनीयम्. तर्हि इदानीं कारकेषु विशेष्यता भवति, प्रकारता विशेषणे भवति. एवं यस्मिन् स्तरे विशेषणमस्ति तस्मिन्नेव स्तरे अत्र सम्बन्धकारकेन यः सम्बन्धः अस्ति तदपि तत्र स्थापनीयम्. चैत्रस्य इति ओदनम् इति पदेन सह तस्य अन्वयः भवति. तर्हि चैत्रस्य इत्यत्र प्रकारता भवति, तन्निष्ठविशेष्यता ओदने भवति, तन्निष्ठविशेषणता ओदननिष्ठविशेषता पचति इत्यत्र भवति, पचतिनिष्ठविशेष्यता रामे मुख्यविशेष्ये भवति. अस्तु, यदि इदानीं रामस्य एकं विशेषणं योजयामः अस्मिन् वाक्ये, चैत्रस्य ओदनं पचति दशरथपुत्रः रामः इति वदामश्चेत्, इदानीं दशरथपुत्रः इत्यस्य अन्वयः साक्षात् मुख्यविशेष्ये भवति, दशरथपुत्र इति शब्दे प्रकारता भवति, रामे तन्निष्ठविशेषता भवति। अस्तु, तावत्पर्यन्तम् अस्माभिः अधीतम्। तर्हि इदानीं वयं 311 इति पुटे स्मः, तत्र द्वितीयपरिच्छेदः, अतः षष्ट्याः प्रथमावत् इति आरभ्य पठनीयम्। अस्तु मेहुल् महोदय, आरब्धं करोतु। अस्तु महोदय, अतः षष्ट्याः प्रथमावत् कारकबोधकत्वाभावात् द्वितीयादिविभक्तयः कारकबोधिकाः, परन्तु चैत्रेण पच्यते तण्डुलः इत्युदाहरणानुसारं तृतीया करणत्वम् इव कर्तृत्वमपि बोध्यते इति कर्तृत्वादीनि षट् कारकाणि इति तु अनवद्यम्। अस्तु, अत्र प्रथमा विभक्तिः यदस्ति तस्य कारकबोधकत्वस्य तस्मिन् कारकबोधकत्वस्य अभावः अस्ति, अतः कारकबोधकस्य अभावः इत्युक्ते प्रथमा इति प्रातिपदिकार्थे एव अस्ति, अतः क्रियायाः सह तस्य अन्वयः न भवति इति मन्ये। प्रथमाविभक्तेः विधानं कदा भवति? प्रथमाविभक्तेः विधानं कदा भवति? कर्ता कः इति इच्छति चेत् कर्तरि वाक्ये न, यदि यदि कर्ता इति वदति तर्हि कर्तृकारकं कर्तृकारकस्य बोधकं भवति खलु प्रथमाविभक्ति। आमां सत्यम्। इत्युक्ते अत्र हा प्रातिपदिकार्थ प्रातिपदिकार्थस्य अवगमनं प्रथमाविभक्ति सत्यं, किन्तु प्रातिपदिकार्थे प्रथमाविभक्तेः विधानं कदा भवति? अस्तु, भिन्नरीत्या अहं प्रश्नं पृच्छामि, द्वितीयाविभक्तेः विधानं कदा भवति? कर्मपदं वाक्ये अस्ति तदा, कर्म कर्मकारकम् इति वाक्ये अस्ति तदा। सूत्रं मनसि अस्ति वा? कर्मणि द्वितीया इति अस्ति। समीचीनं, कर्मणि द्वितीया, किन्तु सम्पूर्णसूत्रं कस्मिन् अधिकारे कर्मणि द्वितीया इति आगच्छति? सम्पूर्णसूत्रं किम्? क्षम्यतां, तत्तु न जाने कर्मणि। अस्तु, अत्र पश्यतु, कर्मकारकम् अस्ति इति कृत्वा कर्मणि द्वितीया इत्यनेन कर्मकारकस्य द्वितीया तु विधीयते, किन्तु अनभिहिते। इदानीम् उक्तवान् अनभिहिते कर्मणि द्वितीया। अनभिहिते केन? अनभिहिते प्रत्ययेन, इत्युक्ते क्रियापदेन। उत्तमं, क्रियापदेन अनभिहिते सति कर्मणि द्वितीया, कर्मपदस्य द्वितीया भवति खलु। उत्तमं, तर्हि इदानीं प्रथमाविभक्तिः प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा इति सूत्रे अनभिहिते इत्यस्य अन्वयः अस्ति किम्? तत्रापि अस्ति, तत्रापि अस्ति, नास्ति अधिकारे, नास्ति नास्ति। अनभिहिते क्रियापदेन अनभिहिते सति प्रातिपदिकार्थे लिङ्गपरिमाणवचनमात्रे प्रथमा इति वदामश्चेत् क्लेशः भवति, क्रियापदेन अभिहिते रामः पचति इत्यत्र पचति इति कीदृशप्रयोगः अत्र? कर्तरि। कर्तरिप्रयोगः खलु, सत्यं, कर्तृकारकं क्रियापदेन उक्तः अस्ति, उक्तमस्ति, कर्तृकारकम् अत्र विभक्तिप्रत्ययेन न उक्तः, तिङ्प्रत्ययेन उक्तः अस्ति, सुप्रत्ययेन उक्तः नास्ति। रामः पचति इत्यत्र कर्तरिप्रयोगः कर्तरि शप् खलु कर्तरि शप् सार्वधातुके प्रत्ययः सार्वधातुकप्रत्ययः अस्ति चेत् अपि च कर्तरि विवक्षायां तदा शप् इति विकरणप्रत्ययः विधीयते तर्हि रामः पचति इत्यत्र कर्तृकारकं तिङ्प्रत्ययेन अभिहितम् इति कृत्वा केवलं प्रातिपदिकार्थे प्रथम इति मनसि निधाय इदानीम् अतः षष्ट्या प्रथमावत् कारकबोधकत्व अभावात् तर्हि रामः पचति इत्यत्र रामे या प्रथमा विभक्ति सुप्रत्ययः अस्ति सुप्रत्ययस्य कारकबोधकत्व अभावः अस्ति खलु कारकं न बोधयति सुप्रत्ययः किमर्थम् इति चेत् ति इति तिङ्प्रत्ययेन कारकः उक्तः इति अत्र मध्ये मध्ये व्याकरणमपि किञ्चित् चिन्तनीयं तथा समीचीनबोधः जायते अस्तु तर्हि प्रथमावत् कारकबोधकत्व अभावात् तर्हि कारकबोधकत्व बोधकत्व अभावत्वं किमर्थम् इति इदानीम् अवगतम् अग्रे अस्तु अतः तथैव षष्ट्याम् अपि कारकबोधकत्व बोधकत्व अभावः अस्ति अतः द्वितीया विभक्ति प्रारभ्य पञ्चमी विभक्ति अपि च सप्तमीविभक्ति पर्यन्तं सर्वे विभक्तयः इति कारकबोधिकाः भवन्ति अत्र पार्श्वे लिखन्तु द्वितीया विभक्ति द्वितीयादिविभक्तयः कारकबोधिकाः किमर्थम् इति चेत् अनभिहिते एव तेषां विधानम् अनभिहिते एव तेषां विधानम् अनभिहिते सति कारके क्रियापदेन अनभिहिते सति द्वितीयादिविभक्तीनां विधानम् इति कृत्वा ते कारकबोधिकाः भवन्ति किन्तु अभिहिते सति एव प्रथमाविधानम् इति कृत्वा प्रथमायां कारकबोधकत्वं नास्ति तर्हि कारकबोधकत्व अभावात् इति तस्मात् उपरि अभिहिते इति लिखन्तु कारकबोधिकाः इत्यस्मिन् उपरि खलु कारकबोधिकाः इत्यत्र अनभिहिते कारकबोधकत्व अभावात् इत्यत्र अभिहिते इति कृत्वा प्रथमाविभक्ते यस्मात् भवति सः तिङ्प्रत्ययेन अभिहितः अस्ति इति कृत्वा अस्तु अग्रे परन्तु तर्हि अत्र द्वितीयादिविभक्तयः इत्यस्मिन् कारकबोधकत्वम् अस्ति तथापि अस्तु अत्र तर्हि सर्वेषां कारकाणां क्रियया सह सम्बन्धः अस्ति एव खलु सत्यं क्रियान्वयत्वं कारकत्वं तर्हि प्रथमविभक्त्यं विभक्त्यन्तं यत् पदमस्ति तत् कारकं नास्ति तथैव षष्ट्या विभक्त्यां यत् पदमस्ति तदपि कारकं तदपि कारकं नास्ति केवलं द्वितीया तृतीया तदेव अत्र लिखितमस्ति परन्तु परन्तु अग्रे वदतु परन्तु चैत्रेण पच्यते तण्डुलः इति उदाहरणानुसारम् अस्तु तर्हि चैत्रेण इति तृतीया तत्र तृतीयया कारणत्वम् इव कर्तृत्वम् अपि बोध्यते कर्णत्वम् इव कर्तृत्वमपि बोध्यते इति कर्तृत्वादीनि षट् कारकाणि इति तु अनवद्यम् तर्हि कारकाणि कानि इति चेत् षट् कारकाणि षट् कारकाणि द्वितीया द्वितीयादिविभक्तयः इत्यत्र कति विभक्तयः गणिताः द्वितीयादिविभक्तयः द्वितीया तृतीया चतुर्थी पञ्चमी अपि च सप्तमी पञ्चविभक्तयः यद्यपि पञ्चविभक्तयः कारकबोधिकाः तथापि कारकाणि षडेव षडेव सत्यं किमर्थमिति चेत् तृतीयया कर्णकारकमपि बोध्यते कर्तृकारकमपि बोध्यते अपि बोध्यते कर्णत्वम् इव कर्तृत्वमपि बोध्यते तर्हि तृतीयया करणत्वं कर्तृत्वम् उभयमपि बोध्यते अन्यैः अन्याभिः विभक्तिभिः अत्र अन्यानि कारकाणि बोध्यन्ते. तर्हि आहत्य कारकबोधिकाः विभक्तयः पञ्च, किन्तु कारकाणि षट्. अस्तु अग्रे. एवं दशरथस्य पुत्राय रामाय बदरीफलानि आर्पयत् शबरी इत्यत्र दशरथसम्बन्धः पुत्रे एव न तु रामे. अस्तु, पुत्रपदं तु रामपदार्थस्य विशेषणबोधकम्, सम्प्रदानत्वाश्रयबोधकं तु रामपदम्. न हि दशरथसम्बन्धः सम्प्रदानत्वाश्रये रामे, अतः सर्वत्र षष्ट्यर्थस्य कारकाश्रये अभेदात् अभेद अतिरिक्तसम्बन्धेन अन्वयः इत्यपि न घटते. अतः कारकाश्रये तद्विशेषणे तद्विशेषणे अपि वा, अस्तु अत्र पुनः तद्विशेषणे इति द्विवारम् अस्ति खलु. अस्तु, कारकाश्रये तद्विशेषणे तद्विशेषणे अपि वा कदाचित् षष्ठ्यर्थसम्बन्धान्वयः. अतः पूर्वोक्तवाक्ये दशरथसम्बन्धिपुत्रा भिन्नरामनिष्ठसम्प्रदानत्वनिरूपक बदरीफलनिष्ठकर्मता निरूपकार्पणानुकूलकृतिम् इति कृतिमति शबरी इति बोधः. अत्र हा अत्र उदाहरणवाक्यमस्ति दशरथस्य पुत्राय रामाय बदरीफलानि आर्पयत् शबरी इति उदाहरणमस्ति. तस्मिन् वाक्ये अत्र यः दशरथस्य इति यत् पदमस्ति, तर्हि अत्र तस्य सम्बन्धः पुत्रे एव भवति, इत्युक्ते दशरथसम्बन्धः पुत्रे एव न तु रामे इति. अत्र दशरथ सम्बन्धः इति अन्वयः इति पदं प्रयोगं करोति, यद्यपि पर्यायपदमस्ति, अत्र दशरथ इति पदस्य अन्वयः पुत्रेण सह, पुत्रेण सह, न तु रामेण सह. यतोहि अत्र पुत्रपदम् अपि च अत्र पुत्रपदम् इति तु रामपदस्य अथवा रामः रामपदस्य विशेषणबोधकम् अस्ति. राम इति विशेष्यं, पुत्रम् इति विशेषणम्. हा, रामाय इति पदं तत् तस्मात् अत्र राम इत्यस्मात् पदात् चतुर्थीविभक्ति तत्र प्रयोज्यमस्ति. अतः सम्प्रदानत्वाश्रयबोधकं तु रामपदम् इति भवति. रामाय इति पदं सम्प्रदानत्वाश्रयबोधकं भवति, यतोहि चतुर्थीविभक्ति इति सम्प्रदान कारकं भवति इति. अतः सत्यं. तर्हि सम्प्रदानत्वं कुत्र अस्ति? सम्प्रदानत्वम् इति रामे अस्ति, रामपदे. तदेव अत्र अग्रे न हि दशरथसम्बन्धः सम्प्रदानत्वाश्रये रामे, तर्हि सम्प्रदायत्व आश्रयः इति रामपदं, तस्मिन् दशरथसम्बन्धः नास्ति. दशरथः दशरथसम्बन्धः इति तु पुत्रे एव न तु रामे. अत्र रामे सम्प्रदानत्वाश्रयः एव अस्ति. तर्हि अत्र महोदय अत्र किं करोतु, स्वचिन्तनं करोतु. इदानीम् अत्र उदाहरणवाक्यम् एकवारं वदतु, अहं तदनन्तरं प्रश्नान् पृच्छामि. अस्तु अस्तु. दशरथस्य पुत्राय रामाय बदरीफलानि आपर्यत् शबरी. आर्पयत् शबरी, क्षम्यताम्, आर्पयत् शबरी, अर्पयति इत्युक्ते आर्पयत् शबरी. अस्तु, तर्हि अत्र मुख्यविशेषः कः? मुख्यविशेष्यः शबरी इति. उत्तमं, किमर्थम्? प्रथमविभक्त्याम् उक्तमस्ति अतः. उत्तमम्, अस्तु. तर्हि शबर्यां तत्र प्रकारः कः? शबर्यां प्रकारः अथवा किन्निष्टविशेष्यता शबर्यामस्ति? अर्पणानुकूलकृतिनिष्ठविशेष्यता. अत्र केवलं सामान्यशब्दैः वदतु, तदनन्तरं नैयायिकशब्दान् प्रयुज्य वाक्यं पठेम. अर्पयत् इति क्रियानिष्ठ विशेषता शबर्या शबर्या सत्यम् उत्तमम्। तर्हि इदानीम् आर्पयत् इति क्रियायां या विशेष्यता वर्तते सा विशेष्यता किं किं निष्ठा? बदरीफलनिष्ठा अपि च प्रथमम् ओके अस्तु अत्र बदरीफलनिष्ठा बदरीफलनिष्ठविशेष्यता अर्पणक्रियायां खलु? उत्तमं। तर्हि इदानीं बदरीफलेषु बदरीफलेषु किं निष्ठविशेषता अस्ति? बदरीफलेषु रामनिष्ठविशेष्यता नास्ति। राम अपि च बदरीफलम् अनयोः मध्ये सम्बन्धः अस्ति किम्? पुत्रः दशरथस्य पुत्रनिष्ठ इदानीम् अत्र महोदय बदरीफलानि इति अस्ति खलु अत्र बदरीफलानां कारकं किम्? बदरीफलानां कारकम् इति कर्मकारकम् इति चिन्तयामि। उत्तमं। तर्हि बदरीफलानि बदरीफलेषु निष्ठविशेष्यता कर्मत्वेन खलु कर्मत्वेन क्रियायां वर्तते कर्मत्वेन। तर्हि बदरीफलेषु विद्यमाननिष्ठा किं विद्यमानविशेषता किं निष्ठा इति चेत् कर्मत्वनिष्ठ कर्मत्वनिष्ठविशेष्यता बदरीफलेषु खलु? हरि ओम्। सत्यं सत्यं कर्मत्वनिष्ठविशेष्यता इत्युक्ते कर्मत्वं बदरीफलेषु अस्ति खलु? तर्हि प्रकारता कर्मत्वे विशेष्यता बदरीफलेषु स च विशेष्यता केन निरूपिता इति चेत् कर्मत्वनिष्ठविशेष्यता कर्मत्वेन निरूपिता। अस्तु तर्हि कर्मत्वं बदरीफलेन अन्वेति फले फलैः अन्वेति बदरीफलं क्रियायां क्रियया अन्वेति अर्पणक्रियया अन्वेति अर्पणक्रिया शबर्याम् अन्वेति। अस्तु तर्हि इदानीम् अन्यत् कारकं किम् अत्र? रामाय इति। उत्तमं। रामाय इति किं कारकं? सम्प्रदानकारकम्। उत्तमं। तर्हि रामशब्दे विद्यमानविशेष्यता किं निरूपिता? अत्र सम्प्रदाननिष्ठ विशेष्यता रामे विशेष्यता रामे। उत्तमं। सम्प्रदाननिष्ठविशेष्यता रामे रामनिष्ठविशेष्यता रामनिष्ठविशेष्यता अर्पणक्रियायाम्। उत्तमम्। अर्पणनिष्ठविशेषता तु शबर्यां शबर्याम्। उत्तमं। तर्हि इदानीं अत्र पुत्राय इति पदम् तथैव अत्र पुत्राय इति पदमपि सम्प्रदानकारकं तत्रापि सम्प्रदाननिष्ठविशेष्यता पुत्रे वर्तते पुत्रनिष्ठविशेष्य न महोदय तादृशं न वक्तव्यं किमर्थम् इति चेत् तर्हि अत्र सम्प्रदानद्वयमस्ति वा? रामे अपि सम्प्रदानत्वं पुत्रे अपि सम्प्रदानत्वं वा? पुत्र इति तु रामस्य विशेषणम्। तर्हि पुत्र अपि च राम अनयोः मध्ये कः सम्बन्धः? विशेषणविशेषभावः। किन्तु अत्र किं वक्तव्यं विशेषणविशेषभावः अभेद अभेद इति समानबोधकत्वं समानपदार्थबोधकत्वं सत्यं खलु? तर्हि पुत्र इत्यत्र सम्प्रदानत्वं न वक्तव्यं रामे एव सम्प्रदानत्वं पुत्र इत्यत्र अभेदसम्बन्धः वक्तव्यः पुत्र पुत्रशब्दः अभेदसम्बन्धेन रामे अन्वेति खलु? आमां सत्यं पुत्रसम्बन्धः अभेदसम्बन्धेन रामे वर्तते, रामे अन्विति. रामशब्द तु सम्प्रदान सम्प्रदानसम्बन्धेन सम्प्रदानत्वसम्बन्धेन अर्पणक्रियायाम् अन्विति. अर्पणक्रियाया तु शबर्याम् अन्वेति. शबर्याम् अन्विति. तर्हि पुत्रं पुत्रशब्दः रामेण अन्वेति, रामशब्दः अर्पणक्रिया क्रियेण अन्वेति, अर्पणक्रिया तु शबर्याम् अन्वेति. अस्तु, तर्हि इदानीं दशरथशब्दः. दशरथशब्दः इति इत्यस्य अन्वयः तु पुत्रे एव, तर्हि न तु रामे. रामे खलु, न तु रामे, न तु रामे. आम्, अतः एव अत्र एतद् वाक्यं लिखितम्. अतः तारकाश्रये तद्विशेषणे तद्विशेषणेनापि इति अत्र दशरथस्य पुत्राय रामाय इति पदं त्यजेम इदानीं. दशरथस्य पुत्राय बदरीफलानि आर्पयत् शबरी इति वाक्यमस्ति चेत् तदा किं भवति? तदा तु तारकाश्रये तद्विशेषणे अथवा तद्विशेषणे अपि वा. सत्यं. तर्हि अत्र दशरथस्य पुत्राय इति अपि भवितुमर्हति, दशरथस्य पुत्राय रामाय इति अपि भवितुमर्हति. अतः अत्र दशरथस्य इति इत्यस्य सम्बन्धः पुत्राय इति पदेन अपि भवितुमर्हति. मम प्रश्नः कः अस्ति चेत्, अतः कारकाश्रये तद्विशेषणे तद्विशेषणापि वा इति अस्ति खलु. उभयं समानं न भवति, इत्युक्ते उभयं मिलित्वा न भवति. कारकाश्रये तद्विशेषणे अथवा कारकाश्रये तद्विशेषणा अपि विशेषणे अपि इति भवति वाक्यम्. तर्हि यदि रामाय इति पदं त्यजामः, दशरथस्य पुत्राय बदरीफलानि आर्पयत् शबरी इति एव वाक्यमस्ति, तर्हि अत्र तदा कारकाश्रये तद्विशेषणे कदा षष्ठ्यर्थसम्बन्धान्वयः इति भवति खलु. हा, सत्यम्. कारकाश्रये तद्विशेषणे कदाचित् षष्ठी, अत्र तु षष्ट्यर्थसम्बन्धः दशरथः इति, दशरथस्य इति षष्ट्यर्थसम्बन्धः कारकाश्रये भवति खलु साक्षात्. कारकाश्रये, कारकाश्रये, अत्र कारकाश्रयः कः? पुत्रशब्दः. रामाय इति पदं त्यक्त्वा अहं चिन्तयन् अस्मि. तदा पुत्रशब्दे सम्प्रदानत्वं, तर्हि तत् कारकाश्रये भवति. इदानीं दशरथस्य पुत्राय रामाय इति वदामश्चेत्, तर्हि इदानीं दशरथस्य कारकाश्रये तस्य अन्वयः वा? दशरथस्य पुत्राय रामाय बदरीफलानि आर्पयत् शबरी इत्यस्मिन् वाक्ये कारकाश्रयः कः? कारकाश्रयः कः? अत्र कारकाश्रयः दशरथस्य अन्वयः अत्र केवलं पुत्राय इति इत्यनेन सह, इत्युक्ते तद्विशेषणे. मम प्रश्नस्य उत्तरं महोदय, मम प्रश्नस्य उत्तरं ददातु. दशरथस्य पुत्राय रामाय बदरीफलानि आर्पयत् शबरी इत्यस्मिन् वाक्ये सम्प्रदानकारकाश्रयः कः? सम्प्रदानकारकाश्रयः रामः. उत्तमं. तर्हि इदानीं दशरथस्य रामेण सह अन्वयः वा? न, न तु, पुत्र पुत्रेण रामे का, तर्हि कारकाश्रये अन्वयः नास्ति खलु? नास्ति, नास्ति, सत्यं. कारकाश्रये अन्वयः नास्ति. अस्तु, तर्हि इदानीं दशरथस्य कुत्र अन्वयः? तद्विशेषणे. केवलं दशरथस्य पुत्राय रामाय बदरीफलानि आर्पयत् शबरी इत्यस्मिन् वाक्ये दशरथस्य अन्वयः तद्विशेषणे, कारकाश्रयस्य विशेषणे. तद्विशेषणे एव खलु? आमां, तद्विशेषणे एव. कारकाश्रये तद्विशेषणे अथवा तद्विशेषणापि वा कदाचित् भवति इत्युक्ते इतोपि एकं पदं योजयितुं शक्यते राज्ञः दशरथस्य पुत्राय रामाय बदरीफलानि आर्पयत् शबरी इति वाक्यं स्वीकरोतु अस्तु तर्हि तत्र राज्ञः इति षष्ट्यन्तपदं षष्ट्यन्तं पदम् आम् तस्य अन्वयः दशरथस्य इति विशेषणेन एव भवति न तु इत्युक्ते अत्र कारकाश्रये तद्विशेषणे तद्विशेषणेनापि खलु आमाम् अत्र अस्य वाक्यस्य अर्थः बोद्धुम् अर्थं बोद्धुं मया एतादृश उदाहरणं कृतम् राज्ञः दशरथस्य पुत्राय रामाय बदरीफलानि अर्पयत् शबरी इत्यत्र रामे रामः कारकाश्रयः सम्प्रदानकारकाश्रयः पुत्रः तस्य विशेषणं दशरथस्य पुत्रः इत्यत्र पुनः तत्र न अत्र विशेषणेनापि राज्ञः दशरथस्य इति वक्तव्यं वा नो चेत् दशरथस्य पुत्राय रामाय अत्र दशरथस्य ज्येष्ठपुत्राय रामाय इति अपि भवितुमर्हति तथा ज्येष्ठ इति विशेषणं न भवति खलु अस्तु ज्येष्ठपुत्राय अत्र भिन्नरूप अत्र समासः न करणीयः युवराजाय अस्तु दशरथस्य पुत्राय युवराजाय रामाय इत्यत्र तद्विशेषणेनापि इत्यस्य समीचीनबोधः मयि नास्ति यदि दशरथस्य रामेण सह अन्वयः तर्हि कारकाश्रये इति भवति पुत्रेण सह तद्विशेषणेन भवति महोदय पुनः पुत्रस्य इतोपि एकं विशेषणम् अस्ति चेत् तदपि भवितुमर्हति वा तदेव उक्तं युवराजाय इति उक्तं खलु दशरथस्य पुत्राय युवराजाय रामाय इत्यत्र दशरथस्य अन्वयः तदापि पुत्रेण सह एव दशरथस्य युवराजाय इति न भवति दशरथस्य पुत्राय युवराजाय रामाय बदरीफलानि अर्पयत् शबरी इत्येव भवति अस्तु भवतु इतोपि किञ्चित् चिन्तनं कुर्मः यदि इतोपि स्पष्टता भवति तर्हि अहं वदिष्यामि अस्तु तर्हि इदानीम् अतः पूर्वोक्तवाक्ये पठतु महोदय अतः पूर्वोक्तवाक्ये इत्युक्ते दशरथस्य पुत्राय रामाय बदरीफलानि अर्पयत् शबरी इत्यस्मिन् वाक्ये दशरथसम्बन्धिपुत्राभिन्नरामनिष्ठसम्प्रदानत्वनिरूपकबदरीफलनिष्ठकर्मतानिरूपक अर्पणानुकूलकृतिमती शबरी इति बोधः जायते उत्तमम् अस्तु धन्यवादः महोदय धन्यवादः तर्हि सत्यभौमभगिनी अग्रे पठति वा धर्मिबोधिका आं महोदय धर्मिबोधक तद्धितकृदन्तपद पदयोगे बोधप्रकारे दिङ्मात्रं प्रदर्श्यते काषायं वस्त्रं बोधयति चैत्रः इत्यत्र काषायपदस्य विशेषणबोधकत्वात् ततः विद्यमानद्वितीयाया अभेदः अर्थः तथा च काषायरञ्जितभिन्नवस्त्रनिष्ठकर्मदानिरूपक शोधनानुकूलकृतिमान् चैत्रः इति बोधः मन्त्रं पठति तावत् धर्मबोधक तद्धितकृदन्तपदयोगे भगिनी यथा पठति धर्मी बोधक तदितकृदन्तपदयोगे बोधप्रकारे दिङ्मात्रं प्रदर्श्यते. इत्यस्य अर्थः कः? डीटेल् एक्स्प्लनेशन् नास्ति इति वा? सत्यं, किन्तु अत्र अस्य वाक्यस्य अर्थः धर्मबोधकप्रत्ययः अस्ति, धर्मीबोधकप्रत्ययः अस्ति. कृतन्तः कति विधाः? सप्तविधाः. तत् नास्ति कृत्ति कृत् सुबन्धं तिगन्धम् इति वा? न, धर्मबोधक धर्मीबोधक. इदानीं न्यायवर्गे अस्ति खलु, तर्हि नैयायिकानां मतानुसारं प्रत्ययाः द्विविधाः, धर्मबोधकप्रत्ययाः धर्मीबोधकप्रत्ययाः. धर्मबोधकप्रत्ययाः के? धर्मीबोधकः सुप्रत्ययः तिङ् प्रत्ययः. धर्म धर्मी इति मा वदतु, धर्मबोधकप्रत्ययः. धर्मबोधकप्रत्ययः सुप्रत्ययः तिङ् प्रत्ययः. उत्तमं. धर्मीबोधकप्रत्ययः तिङ् प्रत्ययः कृत् प्रत्ययः. उत्तमं. सन् प्रत्ययः, सनादिप्रत्ययः. सनादिप्रत्ययः भिन्नः अस्ति खलु? हा, सः कः भिन्नः इति अहं जानामि. धातु प्रकृतिः खलु? हा, प्रकृतिबोधकप्रत्ययः, धातुप्रकृतिबोधकप्रत्ययः सनादिप्रत्ययः. तदनन्तरं विकरणप्रत्ययः स्त्रीप्रत्ययः. प्रातिपदिक किं विकरणप्रत्ययः नास्ति, गणविकरणप्रत्ययः अस्ति इति सर्वदा चिन्तयित्वा उत्तरं दातव्यम्. अत्र विकरणप्रत्ययः अपि च स्त्रीप्रत्ययाः कस्मिन् गणे अन्तर्भूताः भवन्ति? प्रकृति धातुप्रकृति इति चिन्तयामि. नास्ति वा? नास्ति. किमर्थमिति चेत् विकरणप्रत्ययस्य अर्थः कः? गणमेव बोधयति. गणं न बोधयति विकरणप्रत्ययः. कृपया तादृशं मा वदतु भगिनि. क्षप् इति प्रत्ययः गणं बोधयति किम्? कर्तारं बोधयति. यत्र कत्रत्र विवक्षायामेव शप् प्रत्ययं विधीयते खलु. शप् इति प्रत्ययस्य अर्थः कः? प्रत्ययस्य न बुद्धं महोदय. मया उक्तं वर्गे बहुवारं मया उक्तम्. अस्तु, मेहुल् महोदय वदतु, शप् इति प्रत्ययस्य अर्थः कः? कर्तार्थः नास्ति. कर्तरि शप् इति किमपि अर्थं नास्ति तत्. उत्तमं, रमेश् महोदय एव शृणोति. विकरणप्रत्ययस्य स्वयम् अर्थः एव नास्ति, केवलम् अत्र शब्दनिर्माणार्थं शब्दरूपप्राप्त्यर्थं तेषां विधानं खलु. शप् इति प्रत्ययस्य विकरणप्रत्ययानां स्वा अर्थः एव नास्ति, केवलं रूपनिर्माणार्थं तेषां प्रयोगः. शप् इति प्रत्ययस्य अत्र पि इति प्रत्ययस्य अर्थः कः इति चेत् वर्तमानकालः, अपि च आत्मनि विद्यमानकृतिः इति एतत् सर्वम् अवगन्तुं शक्नुमः. किन्तु शप् इति प्रत्ययस्य स्वयम् अर्थः एव नास्ति, निरर्थकप्रत्ययः अस्ति. तर्हि किमर्थं प्रत्ययस्य विधानं? केवलं रूपसिद्ध्यर्थम्. एवं स्त्रीप्रत्ययानाम् अर्थः एव नास्ति, केवलं रूपसिद्ध्यर्थम्. स्त्रीलिङ्गे यदि रूपम् इष्यते तदा स्त्रीप्रत्ययानां योजनम्. मया उक्तं खलु महोदय, एतत् सर्वं मनसि संस्थापनीयं. मुख्यविषयः अपि च पुस्तकात् न लभ्यते एतानि विषयाणि, एते विषयाः. अस्तु, तर्हि इदानीं वदतु धर्मीबोधकतद्धितकृदन्तप्रयोगे पदप्रयोगे प्रयोगे बोधप्रकारे अत्र तस्य अर्थः कः धर्मीबोधकतद्धितकृदन्तप्रदप्रयोगे इति पदयोगे इत्यस्य अर्थः कः कृदन्तस्य यदा तादृशवाचकमस्ति चेत् इति तादृशवाचकम् अस्ति चेत् इति वाक्यस्य अर्थः कः तद्दिदान्तः अथवा कृदन् कृदन्तं वाचकपदम् अस्ति चेत् तेषां योगे इति अत्र पश्यतु भगिनि कथं वक्तव्यम् इति चेत् धर्मीबोधकतद्धितकृदन्तपदप्रयोगे इति लिखितमस्ति खलु तर्हि धर्मीबोधकप्रत्ययाः के धर्मीकृदन्तं तद्धितान्तं हा धर्मीबोधकप्रत्ययाः तद्धितप्रत्ययाः कृदन्तप्रत्ययाः तेषां पदयोगे पदप्रयोगे बोधप्रकारः कः इति केवलं तत्र दिन्मात्रं प्रदर्श्यते मार्गदर्शनमेव करोमि इत्युक्ते अत्र गभीरचिन्तनं मया न क्रियते इति उक्तम् यथा तिङ्प्रत्ययस्य गभीरचिन्तनं कृतं तथा कृत्प्रत्ययस्य वा तद्धितप्रत्ययस्य वा चिन्तनम् अहं न मया न क्रियते केवलं दिङ्मात्रं दिक्मात्रम् इत्यत्र दिङ्मात्रम् इति परिवर्तितं सन्धिः केवलं मार्गदर्शनं करोमि इति वदति अस्तु अग्रे काषायं वस्त्रं शोधयति चैत्रः इत्यत्र काषायपदस्य विशेषणबोधकत्वात् ततः विद्यमानद्वितीयया अभेद अर्थः काषायं वस्त्रं शोधयति इत्यत्र काषायं वस्त्रम् इत्यनयोः मध्ये सम्बन्धः अभेदः इत्युक्ते काषायम् इत्यनेन यः पदार्थः उक्तः सः एव पदार्थः वस्त्रम् इति पदेन अपि उक्तः अतः अभेदं बोधयति तयोः मध्ये इति कृत्वा विशेषणबोधकत्वात् ततः विद्यमानद्वितीयाया वेदार्थः इति एव क्रियाभिन्नविशेषणमस्ति तद् खलु भगिनी भवती एकवाक्यं पठित्वा तस्य विवरणं दातव्यं भवती किं करोति एवमेव पठित्वा मां पृच्छति प्रश्नं काषायं वस्त्रं इति सर्वान् बोधयतु प्रथमं काषायं वस्त्रं बोधयति चैत्रः इत्यत्र तत् मया उक्तम् इत्यत्र काषायपदस्य विशेषणबोधकत्वात् ततः विद्यमानद्वितीयायाः अभेद अर्थः काषायम् इत्यत्र काषायम् अं पदं द्वितीयायाः अभेदः अर्थः काषायपदोत्तरवर्ति अं पदस्य अर्थः अभेदः इति अर्थः इति उत्तमम् उत्तमं तर्हि अत्र काषायं वस्त्रम् इत्युक्ते किं विशेषणं किं विशेष्यं वस्त्रं विशेष्यं काषायं विशेषणम् इति वक्तव्यम् इति वक्तव्यं काषायं वस्त्रं शोधयति चैत्रः इति वाक्यं श्रुत्वा तर्हि अत्र मुख्यविशेषः अस्ति चैत्रः शोधयति इति क्रियापदं काषायं वस्त्रम् इति अत्र वस्त्रम् इति कर्मपदं वस्त्रे कर्मत्वं काषायम् इत्यत्र इति विशेषणम् अस्ति वस्त्रस्य तर्हि काषायम् इत्यत्र काषाययोगः अम् इति अस्ति तत्र अम् इति प्रत्ययस्य द्वितीयान्तप्रत्ययस्य कः अर्थः द्वितीया विभक्तिप्रत्ययस्य कः अर्थः इति चेत् अभेदः केन सह अभेदः वस्त्रेण सह इति एकं वाक्यं पठित्वा तत्र कानि कानि के के विषयाः भवत्या अवबुध्यते तान् सर्वान् प्रथमं भवत्या वक्तव्यम् अस्तु अग्रे तथा च काषाय रञ्जिता भिन्न वस्त्रनिष्ठकर्मदा निरूपक निरूपक शोधन अनुकूलकृतिमान् चैत्रः इति बोधः न्यायिकरीत्या काषायरञ्जिता भिन्न वस्त्रनिष्ठकर्मदा इत्युक्ते काषायरञ्जिता भिन्न अभेद अतिरि अभेदेन वस्त्रनिष्ठकर्मदा कर्मदायाम् आदायत्वसम्बन्धेन पुनः कर्मत्वं निरूपकत्वसम्बन्धेन शोधनक्रियाया अनुकूलतासम्बन्धेन कृतौ पुनः कृति समवायनचैत्रे इति बोधः उत्तमम् अग्रे मन्त्रं पठति देण्डि इति वाक्ये देण्डि इति मधुभर्तः इन् प्रत्ययान्तम् अतः तदर्थः दण्डवान् परन्तु सः न अन्यविशेषणं प्रथमान्तार्थत्वात् अतः तान् मुख्यविशेषकबोधः अतः तन्मुख्यविशेषकबोधः तस्य तु मन्त्रनिष्ठकर्मदा निरूपक पठनानुकूलकृतिमान् एकत्वविशिष्टदण्डवान् इत्याकारः मन्त्रं पठति दण्डि इति वाक्यं तस्मिन् वाक्ये दण्डि इति दण्डिन् इति प्रातिपदिकम् अत्र इन् इति प्रत्ययः प्रत्ययान्तं मधुबन्धं मधुप्रत्ययः अस्ति वा दण्डिन् इति प्रत्ययः अतः दण्डवान् अस्य अस्ति इति अस्य अस्ति अस्य अस्ति अस्मिन् वा अस्य अस्ति इति कृत्वा मतुप् अथवा अस्मिन् अस्ति इति कृत्वा मतुप् तस्मिन्नेव अर्थे इन् प्रत्ययः इत्युक्ते अस्य अस्ति अस्य अस्मिन् वा अस्ति इति तस्मिन्नेव अर्थे इन् प्रत्ययः दण्डी मधुप्रत्ययस्य यः अर्थः अस्ति तदेव इन् प्रत्ययस्यापि अर्थः इति अतः दण्डवान् इति अर्थः तर्हि मन्त्रं पठति दण्डी इति वाक्यं परिशीलय मन्त्रं पठति दण्डि मन्त्रम् इति कर्मत्वं बोधयति आदायदा सम्बन्धेन मन्त्रनिष्ठकर्मदा आदायदा सम्बन्धेन धातुर्थे पठनक्रियायाम् अस्ति पुनः पठनक्रियानिरूपकत्वसम्बन्धेन कृतौ निरूपकत्वसम्बन्धेन कृतौ भिन्नरीत्या कर्मत्वम् अत्र मन्त्र इति पदम् आदेयतासम्बन्धेन कर्मत्वे अन्वेति तदनन्तरं कर्मत्वे अन्वेति कर्मत्वम् इदानीं कर्मत्वं पठनक्रियायाम् अन्वेति कर्मत्वं कर्मत्वं निरूपकत्वसम्बन्धेन पठनक्रियायाम् अन्वेति ततः पठनक्रिया तिङ् प्रत्यये कृतौ अनुकूलतासम्बन्धेन अन्वेति कृति प्रथमा मुख्यविशेष्यः अस्ति कृतौ कृतेः समवायेन दण्डीपुरुषे अन्वेति कृतेः षष्ठी किमर्थं कृतिः कृतिः कृतिः समवायेन दण्ड दण्ड्या दण्डे दण्डिना सह अन्वेति दण्डिन् इति प्रातिपदिकं दण्डिना सह अन्वेति सः एव मुख्यविशेष्यक इति बोधः दण्डीपुरुषः एव अस्मिन् वाक्ये मुख्यविशेषः तस्य तु मन्त्रनिष्ठकर्मदानिरूपकपठनानुकूलकृतिमान् एकत्वविशिष्टः दण्डवान् इति आकारः इति तत्र किमर्थं विशिष्टदण्डवान् इति आकारः तस्मिन् पुरुषे एकत्वम् अपि अस्ति अतः तस्यापि आश्रयः सः एव. तत्र अवधानं दत्त्वा भवत्या पठनीयं. भवती इदानीं पाठयति खलु, पाठनम् आरप्स्यते भवत्या. अतः भवत्या तत्र दोषाः न करणीयाः. अस्तु, तर्हि अत्र किमर्थम् अस्मिन् विषये चिन्तनं? मन्त्रं पठति दण्डः दण्डी इत्यत्र इदानीं वयं दृष्टवन्तः कृदन्तप्रत्ययः अपि च तद्युदप्रत्ययस्य विषये. मधु अथवा इन् इति प्रत्ययः कीदृशप्रत्ययः? कृदन्तप्रत्ययः अस्ति खलु इति वा? दण्डम् अस्य अस्ति तद्युदप्रत्ययः वा? दण्डम् अस्य अस्ति इति दण्डि तद् तद्दिदान्तम्. हा, तर्हि यदा भवती पाठयति एतादृशविषयाः अत्र नास्ति चेत् यदा सिद्धतां करोति तथा किञ्चित् अन्वेषणं कृत्वा एतत् सर्वं स्थापनीयं यदि न जानाति. अहं तु जानामि मतुप् इति प्रत्ययः तदिदप्रत्ययः इति अहं जानामि, तर्हि साक्षात् अहं मया वक्तुं शक्यते. किन्तु यदि भवत्याः मनसि सन्देहः अस्ति तर्हि वर्गात् पूर्वमेव किञ्चित् सिद्धतां कृत्वा ओ अत्र दण्डी इति इन् इति प्रत्ययः मधुकृति मधुवर्तकप्रत्ययः अस्ति, सः तद्धितप्रत्ययः अस्ति इति स्थापनीयं. तर्हि अत्र मन्त्रं पठति दण्डी इत्यस्मिन् वाक्ये तद्धितान्तप्रत्ययान्तपदमस्ति, तद्धितप्रत्ययान्तपदमस्ति दण्डी इति. तत् तद्धितान्तपदं श्रुत्वा कथं शाब्दबोधः जायते इति अत्र लिखितम्. काषायं वस्त्रं शोधयति चैत्रः इत्यत्र काषायम् इत्यत्र काषाय इति पदस्य अन्ते कः प्रत्ययः अस्ति? सुप्रत्ययः अम् इति. भगिनि, काषायम् इति पदस्य अन्ते मया न पृष्टं. काषायम् इति वाक्यं खै प्रत्ययः, कृदन्तप्रत्ययः खै अस्ति खलु. काषाया इति अस्ति. काषाय इति चेत् भै किम्? अकारः श्रूयते, अतः अहं चिन्तितवती. इति न वक्तव्यं भगिनी. अहं किमर्थम् एतादृशप्रश्नान् भवतीं कृते कृता करोमि इति चेत् भवती पाठयति खलु इदानीम्. आम्, अहं जानामि, अतः एव कृत्वा न वक्तव्यम्. यत् तदेव मम मनसि तत् अस्ति, अतः अहं दोषेण उक्तवती वा इति न जानामि. किन्तु मम अहं न जानामि इति वदतु, एवमेव किमपि न वदतु. आम्, जानाति चेत् वदतु, नो चेत् न जानामि, दृष्ट्वा अनन्तरं वदामि इति बोधयतु अन्यान्. आं महोदय. हा, तर्हि अत्र काषाय काषाय इति पदं कथं जायते इति भवत्या द्रष्टव्यं. कथम् अवगच्छ तत् कथं पश्यति? कल्पद्रुमा पश्यति चेत् अत्र सन्ति. तर्हि कल्पद्रुमा पश्य दृष्ट्वा इदानीं केवलम् अन्येषां कृतेपि उभयः भवति इति कृत्वा कल्पद्रुमायां कल्पद्रुमा दर्शनार्थं कुत्र पश्यति? मम आप्लिकेशन् अस्ति मम मोबैल् मध्ये. अस्तु, अत्र कोशः कोश koshe.sanskrit.today इति वेब्सैट् अस्ति, अहं वाट्साप् ग्रूप् मध्ये प्रेषयिष्यामि. तद् महान् उपयोगाय भवति. किमर्थमिति चेत् तत्र सर्वे कोशाः लभ्यन्ते, आप्ते, वाचस्पत्यं, स्पोकन् सान्स्क्रिट्, कल्पद्रुमा इति एतत् सर्वं लभ्यते तत्र, शब्दसागरः इति. अस्तु, भवती इदानीं कल्पद्रुमां दृष्ट्वा वदतु. काषाय इति. हा, अत्र काषाय इति नास्ति. हा, इति कृत्वा अत्र वाचस्पत्यम् इति अस्ति, कल्पद्रुमासहित सदृश अन्यः कोशः वाचस्पत्यम् इति. तर्हि kosha.sanskrit.today तत्र गच्छतु, सर्वे गच्छन्तु, तत्र काषाय इति पदं स्थापयतु. महोदय, आङ्ग्लभाषायां स्थापनीयं वा संस्कृतमध्ये अपि टैप् कर्तुं शक्नोति? यदा कदापि कर्तुं शक्यते. के डबल् ए एस् एच् डबल् ए वाय् अत्र अन्वेषणं कृत्वा प्रयत्नं करोतु. अन्ततो गत्वा अन्वेषणानन्तरं यानि पदानि लभ्यन्ते ते सर्वे केवलं संस्कृतमाध्यमेन एव प्रदर्श्यन्ति. तर्हि लब्धं किम् इदानीं काषाय इति पठतु, तत्र वाचस्पत्यं पश्यन्ती अस्ति खलु. इदानीम् अहं कोशसंस्कृत् तत्र गतवती. तत्र लब्धं परन्तु कुत्र शब्दसागरे अत्र रूप एकनिमिषम् अत्र रूपं कथं निष्पन्नम् इति द्रष्टुं कल्पद्रुमा अथवा वाचस्पति वाचस्पत्यं द्रष्टव्यं. वाचस्पत्यं तु लिखितमस्ति त्रि डाट् काषायेण रक्तः अण् काषायेण अत्र त्रि अनन्तरम् एक डाट् अस्ति अनन्तरं काषायेण रक्तः अण् काषायेण इति नास्ति कषायेण रक्तः अण् कषायेण रक्तः अण् तर्हि कषायम् इति कश्चन रक्तवर्णस्य नाम. कषाय इति रक्तवर्णस्य अत्र डीप् ब्लू लैट् ब्लू इत्यादिकमस्ति खलु, एवं तत्र कषाय इति अत्र कावि इति वदेम मम मातृभाषायां तादृश किञ्चित् तत्र सेफ्रन् इव रक्तवर्णं यदि दृश्यते तस्य नाम अस्ति कषाय इति. कषायेन रक्तः अण् तर्हि अण् इति प्रत्ययः यदि आदिवृद्धिः दृश्यते तदा तद्धितम् अत्र णिच् अस्ति खलु, अण् इति प्रत्ययः णिच् अस्ति अतः वृद्धिः भवति. किन्तु तद्धितप्रत्ययः अस्ति चेत् आदिवृद्धिः भवति, अन्तवृद्धिः न भवति. अतः प्रथम अकारः ककारस्य उपरि यः अकारः अस्ति तस्य वृद्धिः भवति, अतः काषाय इति भवति वाक्यम् इति पदम् इति प्रातिपदिकं निष्पद्यते. कृत्तद्धितसमासाश्च इत्यनेन काषाय इति शब्दस्य प्रातिपदिकसंज्ञा प्रातिपदिकसंज्ञा अस्ति इति कृत्वा सुप्रत्ययस्य योजनम् अस्तु. तर्हि एवं वक्तव्यं, तर्हि इदानीं काषाय इति कीदृशपदम् इदानीं काषाय इत्यत्र अण् प्रत्ययः अन्ते अस्ति, तत् कृत् प्रत्ययः अस्ति, कृत् नास्ति, तद्धितप्रत्ययः. क्षम्यतां, सर्वं श्रुत्वा सीतायाः पितृव्यः इति वदति महोदय. अण् इति प्रत्ययः कृदन्तप्रत्ययः अपि अस्ति खलु. सत्यं, किन्तु आदिवृद्धिः अस्ति खलु अत्र. कृदन्तेषु आदिवृद्धिः न भवति. आदिवृद्धिः इत्युक्ते किमिति अवगच्छति किम्? अङ्गस्य प्रथमवर्णः यदस्ति तस्य वृद्धिः प्रथमवर्णः प्रथम अच् यदस्ति प्रथम अच् यदस्ति प्रथम अचः वृद्धिः भवति चेत् आदिवृद्धिः. कृदन्ते आदिवृद्धिः यदा कदापि न भवति, तद्धिते एव आदिवृद्धिः भवति. तत्र सूत्रमासीत् मया इदानीं विस्मृतम् आदिवृद्धिः. रमेश महोदय मनसि भवतः मनसि अस्ति किम्? यदा नित्प्रत्ययः योजयामः तत्र वयम् अचोयणिति अथ उपादायः तत्र अचोयणिति अथ उपादायः इति सूत्रं वृद्धिं विधीयते. किन्तु स च वृद्धिः कस्य स्थानिकः अचोयिणिति अथोपदायाः अत्र अचोयिणिति इति सूत्रेण एव वृद्धिविधानं. किन्तु स्थानिकः अत्र कषाय इति पदे तकार उत्तरवर्ति अकारः अस्ति, षकार उत्तरवर्ति आकारः अस्ति, यकार उत्तरवर्ति अकारः अस्ति. तर्हि येषु त्रिषु वर्णेषु अच् वर्णेषु कस्य वृद्धिः इति अचोयिणिति इति सूत्रं न वदति. तत्र आदिवृद्धिः भवेत्. एकनिमिषम् इदानीमेव प्रत्ययाः अचोयिणिति इति वृद्धिः उपदा अथ उपादायाः तद्धितेषु अचामादेः इणिति वृद्धिः तद्धितेष्वचामादेः इति सूत्रं 72117 तद्धितेष्वचामादेः तद्धितेषु अचाम् आदेः अचाम् इति इणि इति निति प्रत्यये परे वृद्धिः इति एतत् सूत्रं वदति तद्धितेषु अचाम् आदेः तद्धितेष्वचामादेः इति सूत्रम् अस्तु तर्हि काषायं वस्त्रं शोधयति चैत्रः इत्यत्र काषायपदं तद्धितान्तपदमस्ति तस्य बोधः कथम् इति चेत् अत्र अभेदार्थे बोधः मन्त्रं पठति दण्डी इत्यत्र दण्डी इति पदं तद्धितान्तपदमस्ति तत्र कः बोधः इति चेत् मुख्यविशेषता बोधः बुध्यते खलु इति यदा भवती पाठयति तत्र बहु किमपि सिद्धता करणीया भवत्या आरम्भस्तरे मया एतादृशं दिनद्वयं वा दिनत्रयं वा अहं सिद्धतां करोमि प्रत्येकं पदं पुनः पुनः दृष्ट्वा अस्य पदस्य अर्थः कः अस्य पदस्य अर्थः कः इति एतत् सर्वम् अन्यत्र अन्वेषणं कृत्वा पुनः पुनः अन्वेषणस्य अभ्यासः जायते तदनन्तरम् अदृष्ट्वा अपि मया वक्तुं शक्यते तदहं करोमि. इदानीम् एकः प्रश्नः काषायम् इत्यत्र वस्त्रस्य विशेषणमस्ति काषायम् इति परन्तु दण्डी इत्यत्र सः विशेषः अस्ति खलु सत्यं सत्यं किन्तु तर्हि अत्र ग्रन्थकारेण उदाहरणद्वयं दृष्टम् उदाहरणद्वयं चिन्तितम् एकस्मिन् तद्धितान्तपदं विशेषणमस्ति अन्यस्मिन् उदाहरणे तद्धितान्तपदं विशेष्यमस्ति तर्हि शाब्दबोधः कथं जायते इति चिन्तनं तदेव कृतम् अस्तु धन्यवादः भगिनि स्वामि महोदय भवान् पठति किम् स्वामि महोदय महोदय क्षम्यतां महोदय इदानीं पुस्तकं नास्ति अस्तु अस्तु समीचीनं तर्हि भवान् शृणोतु तर्हि मेहुल् महोदय अग्रे पठतु पाचकम् पाचकं चैत्रं प्रशंसन्ति जनाः इत्यत्र पाचकपदस्य चैत्रविशेषणवाचकत्वात् तदुत्तरद्वितीयायाः अभेदः अर्थः पाचकपदार्थस्तु पूर्वोक्तः पाककर्ता धर्मिरूपः तथा च पाककर्तृभिन्न चैत्रनिष्ठकर्मता निरूपकप्रशंसानुकूलकृतिमन्तः बहुत्वविशिष्टजनाः इति बोधः पूर्ववदेव सुज्ञेयः पाककर्तृयोगः अभिन्न इति अस्ति पाककर्तृभिन्न इत्यस्य पदविच्छेदः अस्तु अत्र अन्यत् उदाहरणमस्ति पाचकं चैत्रं प्रशंसन्ति जनाः तर्हि अत्र बहुवचने बहुवचनान्तपदमस्ति अत्र प्रथमतया पाचक इति पदमस्ति पाचकपदं तु अत्र अत्र यथा भवान् विवृणोति तर्हि प्रथमं मुख्यविशेषः कः इति ततः आरभ्य वदतु अस्तु अस्तु पाचकं चैत्रं प्रशंसन्ति जनाः इति इत्यस्मिन् वाक्ये जनाः इति मुख्यविशेष्यं सत्यं मुख्यविशेष्यः मुख्यविशेष्यः अस्तु तर्हि तस् प्रशंसन्ति इति क्रियापदं तस्य अन्वयः मुख्यविशेषे अस्ति जनाः प्रशंसन्ति इति चैत्रम् इति अन्वयः मुख्यविशेष्ये इति न वक्तव्यं मुख्यविशेष्येण तस्य अन्वयः मुख्यविशेष्येन सह भवति खलु हा सत्यम् अत्र भवति इति कृत्वा अस्तु अग्रे मुख्यविशेष्येन अग्रे चैत्रम् इति पदम् अत्र पाचकम् इति तस्य चैत्रमिति विशेष्यं पाचकमिति विशेषणम् अस्ति. तर्हि चैत्रपदं परिशीलयतु. चैत्रम् इति कर्मपदमस्ति. तस्य अन्वयः क्रियायां कर्मत्वेन भवति. उत्तमम् उत्तमम्. चैत्रपदस्य कर्मत्वेन प्रशंसन्ति इति क्रियापदेन सह अन्वयः कर्मत्वेन अन्वयः. उत्तमम्. हा इदानीम् इदानीं पाचकं पाचक इति पदं तु चैत्रस्य विशेषणमस्ति. अतः पाचक कथं विशेषणत्वं भवता उक्तम्? कथं विशेषणम् इत्युक्ते विशेषणत्वं पाचकं विशेषणम् इति भवता उक्तं खलु. तद् विशेषणत्वं पाचके विशेषणत्वं कथं निरूपितम्? अत्र चैत्रस्य विशेषणम् अस्ति अत्र. हा तद् अत्र तस्मात् परे यत् द्वितीया विभक्त्यन्तं पदमस्ति तस्य अर्थः अभेदः इति भवति. अतः पाचकम् इति पाचक इति चैत्रस्य विशेषणं भवति. अम्पदस्य अर्थः अभेदः इति कृत्वा पाचकशब्दस्य पाचके विशेषणत्वम् इति न वक्तव्यम्. विशेषणत्वं प्रथमं भवेत्, तदनन्तरमेव समानविभक्तिकत्वं भवति खलु. विभक्तिविधानं कदा भवति? विशेषणत्वं यदा साधयामः तदनन्तरं खलु. तर्हि प्रथमं विशेषणत्वं कथं साधितम्? अत्र चैत्रः कीदृशः चैत्रः इति प्रश्ने सति पाचकचैत्रः इति अस्ति. तर्हि वयं तु शास्त्रवर्गे स्मः, तर्हि शास्त्रीयभाषा प्रयोक्तव्या. अभेदत्वात् अत्र एकार्थबोधकम् एकपदार्थबोधकत्वं विशेषणत्वं खलु. हा हा हा एकपदार्थ एव बोधयति. पाचक इति पदेन यत् पदार्थः बोध्यते सः एव पदार्थः चैत्र इत्यनेन अपि पदेन अपि बोध्यते. अतः विपरीतरीत्या वक्तव्यं. चैत्र इति पदेन यः अर्थः बुध्यते सः एव अर्थः पाचकेन इति शब्देनापि बुध्यते इति कृत्वा पाचक इति विशेष पाचकशब्दः चैत्रस्य विशेषणं भवति. विशेषणं भवति इति कृत्वा चैत्रे यद् अम् इति प्रत्ययः अस्ति सः एव प्रत्ययः पाचकशब्दस्यापि भवति. अस्मिन् अर्थे इति चेत् अभेदार्थे तर्हि चैत्रम् इति पदस्य इति वाक्यस्य अन्ते विद्यमान अम् प्रत्ययस्य अर्थः कः? कर्मत्वं कर्म. उत्तमम्. पाचकम् इति पदस्य इति वाक्यस्य अन्ते विद्यमान अम् पदस्य अर्थः कः? अभेदः. इदानीं समीची इति क्रमः. सत्यम्. उत्तमम्. अस्तु तर्हि पाचकपदार्थेषु पाचकपदार्थस्तु पूर्वोक्तः पाककर्ता धर्मिरूपः. अत्र पाचक इत्यनेन किम् उक्तमस्ति इत्युक्ते पाककर्ता इति उक्तमस्ति. पाककर्ता इति तु धर्मी रूप पदमस्ति न तु अत्र पाचक इति शब्देन. अस्तु पाचक इति कीदृशपदं तत्र पदस्य अन्ते कः प्रत्ययः अस्ति? अत्र युवोरणाकौ इत्यनेन किम् अस्ति? युवोरणाकौ नास्ति, नुवुल् अस्ति. नून् प्रत्ययः परन्तु अण् अक् इति आदेशः. नूल् इति कीदृशप्रत्ययः? नूल् इति उत्तमम्. तर्हि सर्वे अत्र पुस्तके एवं लिखन्तु काषायम् इत्यस्मिन् उपरि तद्धित इति लिखन्तु. एवं मन्त्रं पठति दण्डी इत्यत्र दण्डी इत्यत्र तद्धित इति लिखन्तु. पाचकं चैत्रं प्रशंसन्ति जनाः इत्यत्र पाचकम् इत्यत्र कृदन्त इति लिखन्तु. कृदन्तप्रत्ययः नूल् प्रत्ययः. नूल् नित् अस्ति इति कृत्वा वृद्धिः भवति. अत उपादायः उपादायां पच् इति धातुः पच् धातुः उपादायां उपादायाम् अकारः अस्ति तस्य वृद्धिः अतो अत उपादायाम् इति सूत्रेण भवति तर्हि पाच इति भवति पाचक क्षम्यताम् युवर्णाकौ इत्यनेन उकारस्य स्थाने अकादेशः अकादेशः इति कृत्वा पाचक इति भवति तर्हि कृदन्तपदमस्ति तर्हि एतदुदाहरणं किमर्थं चिन्तितम् इति चेत् कृदन्तपदं प्रयोगं कुर्मश्चेत् अर्थबोधः कथं जायते अत्र धर्मीरूपप्रत्ययः पाचक इत्यनेन धर्मीयः उक्तः न तु धर्मः अस्तु तथा तथा च तेन अत्र किम् अवगच्छामः इत्युक्ते पाककर्तृभिन्न चैत्रनिष्ठकर्मतानिरूपकप्रशंसानुकूलकृतिमन्तः इति बहुत्वविशिष्टजनाः भवति इति बोधः भवति अत्रापि अत्र वैशिष्ट्यं किमपि नास्ति केवलम् अभिन्न इति पदं प्रयुक्तव्यम् अत्र एकवारं पुनः उच्चारयति महोदय पाककर्तृभिन्न पाककर्तृभिन्न पाककर्तृरभिन्न इति न वक्तव्यं पाककर्तृयोगः अभिन्न तत्र उरण्ड्रपरः इत्यनेन रेपादेशः भवति प्रथमं गुणः भवति तदनन्तरम् उरण्ड्रपरः पाककर्तृभिन्न चैत्रनिष्ठ कर्मतानिरूपित प्रशंसानुकूलकृतिमन्तः बहुत्वविशिष्टजनाः इति बोधः पूर्ववदेव सुज्ञेयः अस्तु अग्रे तस्य च प्रथमान्तत्वे इतरविशेषणत्वे प्रशंसति पाचकः चैत्रः इत्यादौ प्रशंसानुकूलकृतिमान् पाककर्तृभिन्नः चैत्रः इति बोधः इतराविशेषणत्वे तु प्रशंसति अस्तु तस्य च प्रथमान्तत्वे इतरविशेषणत्वे प्रशंसति पाचकः चैत्रः इत्यादौ प्रशंसानुकूलवाक्यं किम् उदाहरणवाक्यं तु अत्र पाचकं चैत्रं प्रशंसन्ति जनाः इति न इति नास्ति ओ अत्र न्यायरीत्या न उदाहरणं किम् अस्मिन् परिच्छेदे अस्मिन् वाक्ये किम् उदाहरणं दत्तमस्ति प्रशंसति पाचकः चैत्र वा चैत्र इति परिवर्तितं पूर्वं पाचकं चैत्रं प्रशंसन्ति जनाः इति इदानीं कः प्रशंसति चैत्रः एव प्रशंसति चैत्रः एव प्रशंसति अन्यं प्रशंसति प्रायः जनान् प्रशंसति इति परिवर्तितं तर्हि अत्र अवबोधनार्थम् उदाहरणानि यानि सन्ति तत् उदाहरणं तु कोट्स् मध्ये स्थापयन्तु डबल् कोट्स् प्रशंसति पाचकः चैत्रः इति वाक्यं तर्हि एतद् वाक्यम् इदानीं परिशीलयतु अस्तु अत्र तस्य च प्रथमान्तत्वे इतरविशेषणत्वे अतः एव अत्र प्रथमान्तं अभवत् चैत्रः इति पदम् अस्तु तर्हि अत्र तर्हि एवं वक्तव्यं महोदय अत्र मुख्यविशेषः मुख्यविशेषः इति चैत्रः प्रशंसति पाचकः चैत्रः पाचकः चैत्रः प्रशंसति इति अस्ति अस्तु पाचकः इति विशेषणपदमस्ति चैत्रस्य चैत्रः इत्यनेन यः पदार्थः बुध्यते सः एव पदार्थः पाचक इति पदेन अपि बुध्यते अतः पाचकः पाचक इति चैत्रस्य विशेषणं भवति चैत्रः इति प्रथमाविभक्त्यामस्ति अतः विशेषणं पाचकपदम् इति अपि प्रथमाविभक्त्यामस्ति तर्हि इदानीं पाचक इति कीदृशपदम् पाचक इति विशेषण पदं विशेषणं तु सत्यं तद् भवता उक्तं किन्तु पाचक इति शब्दस्य अन्ते कः प्रत्ययः अस्ति प्रथमाव्यक्त्याम् इति सुप्रत्ययः न पाचक इति प्रातिपदिकस्य अन्ते कः प्रत्ययः इति मया पृष्टं क्षम्यता पाचक इत्यस्मिन् इत्यत्र नून् प्रत्ययः कृदन्तपदं कृदन्तं तदेव खलु कृदन्त कृदन्त इति पाचक इत्यस्मिन् उपरि कृदन्त इति लिखन्तु किन्तु अत्र मुख्यविशेष्यस्य विशेषणत्वेन प्रयुक्तं पूर्वस्मिन् वाक्ये कर्मकारकस्य विशेषणत्वेन प्रयुक्तम् मुख्यविशेष्यस्य विशेषणत्वेन वाक्ये प्रदन्तम् तर्हि तस्य अवबोधः कः इति चेत् पाककर्तृभिन्नः चैत्रः इति बोधः इति बोधः पूर्वे तु जनाः इति इत्येव बोधः आसीत् मुख्यविशेषेण अतः अधुना चैत्रः इति मुख्यविशेषः अतः तस्यैव बोधः भवति इति वाक्येन सत्यम् इत्युक्ते विशेषणम् अत्र किमर्थम् एतत् चिन्तनमिति चेत् अत्र कृदन्तपदस्य बोधः कथं जायते इति एव अन्यत् सर्वं यथा पूर्वं तथैव तिष्ठति अस्तु अग्रिमवाक्यम् इतराविशेषणत्वे तु प्रशंसति पाचकः इत्यत्र पाककर्ता प्रशंसानुकूलकृतिमान् इति बोधः अधुना यदि इतरविशेषणानि सन्ति तर्हि न पुनः एकवारं पठतु प्रथमपदम् एकवारं पठतु इतर अविशेषणत्वे इतर अविशेषणत्वे पूर्वस्मिन् वाक्ये प्रथमान्तत्वे इतरविशेषणत्वे इत्युक्ते कृदन्तपदम् इतरपदस्य विशेषणत्वेन प्रयोगः क्रियते चेत् तत्र अर्थबोधः कथं जायते इति चेत् पाककर्तृभिन्नचैत्रः इति बोधः जायते किन्तु इतर अविशेषणत्वेन कृदन्तपदस्य प्रयोगः क्रियते चेत् इत्युक्ते साक्षात् इदानीम् अत्र वाक्यं किं प्रशंसति पाचकः इति डबल् कोट्स् मध्ये स्थापयतु तर्हि अत्र मुख्यविशेषः कः अत्र मुख्यविशेषः पाचकः पाचकः इति कृदन्तपदम् अत्र मुख्यविशेषः मुख्यविशेषस्य विशेषणत्वेन अत्र न प्रयुक्तं साक्षात् विशेष्यः अस्ति अर्थबोधः कथं जायते इति चेत् पाककर्ता प्रशंसानुकूलकृतिमान् इति बोधः जायते तर्हि इदानीं पाककर्ता एव प्रशंसानुकूलकृतिमान् इति बोधः जायते वैशिष्ट्यं किमपि नास्ति इत्युक्ते सामान्यविषयः किन्तु प्रत्येकम् उदाहरणं स्वीकृत्य तद्धितपदं विशेषणत्वेन प्रयुज्यते चेत् कथं भवति इति वाक्यस्य इति बोद्धुं पाशायं वस्त्रं शोधयति चैत्रः इति वाक्यं मन्त्रं पठति दण्डी इत्यत्र तद्धितपदं मुख्यविशेष्यत्वेन स्वीकृतं न तु विशेषणत्वेन पाचकं चैत्रं प्रशंसन्ति जनाः इत्यत्र पाचक इति कृदन्तपदम् इतरविशेषणत्वेन स्वीकृतम् प्रशंसति पाचकः चैत्रः इत्यत्र अपि इतरविशेषणत्वेन स्वीकृतं किन्तु इदानीं मुख्यविशेष्यस्य विशेषणत्वेन स्वीकृतम् प्रशंसति पाचकः इत्यस्मिन् वाक्ये मुख्यविशेष्यत्वेनैव साक्षात् कृदन्तपदं स्वीकृतम् भिन्नभिन्नवाक्यानि स्वीकृत्य अत्र प्रदर्शयति अर्थबोधः कथं जायते इति कृदन्तपदं यदा मुख्यविशेषः अस्ति अन्यथा अत्र विशेषणम् अस्ति अत्र मुख्यविशेष्यस्य विशेषणम् अथवा कर्मकारकस्य अन्यकारकस्य विशेषणमस्ति इति तादृशसम्भावनान् स्वीकृत्य चिन्तनं तावदेव अस्तु पूरयतु महोदय सर्वेषु सर्वेषु च पूर्वोक्त उदाहरणेषु कृतिमान् इति पदेन आख्यातविवरणं नियतम् एवं विव्रीयमाणः प्रयोग एव कर्तरिप्रयोगः इत्युच्यते कर्तरिबोध्ये प्रयोगः इत्यर्थः सर्वत्र हि आख्यातेन कृतिबोधः प्रथमान्तेन तदाश्रयबोधः स एव च सर्वत्रोदाहरणे कृतिमान् अथवा कर्ता बोध्यते इति भवति अयं प्रयोगः कर्तरिप्रयोगः अस्तु तर्हि उपरि यानि उदाहरणानि वयं दृष्टवन्तः तत्र सर्वत्र कृतिमान् इति यत् पदमस्ति तेन आख्यातविवरणं वयम् अवगच्छामः इति कृतम् आख्यात इत्युक्ते यत्र तिङ् तिङ् प्रत्ययः यः अस्ति तस्य ति इति प्रत्ययः तिङ् इति अस्ति तस्य तदेव आख्यातम् इति वयं दृष्टवन्तः. तर्हि सर्वेषु अत्र सर्वाणि उदाहरणानि कर्तरिप्रयोगः अस्ति. तर्हि विव्रियमाणः प्रयोग एव इत्युक्ते अत्र यत् विवरणं कृतं प्रत्येकस्मिन् उदाहरणे तत्र कर्तरिप्रयोगः इति उच्यते. तर्हि कर्तरिप्रयोगः इति कथम् अवगच्छेम? हा, अत्र कर्तरि बोध्ये प्रयोगः इति एव अर्थः. अत्र कृतिमान् इति पदेन आख्यातं विवृणोति चेत् कर्तरिप्रयोगः इति वदेम. न, अत्र अस्तु, अत्र 311th पेज् पूर्वस्मिन् पुटे महोदय, तृतीयपरिच्छेदे शबरी इति उदाहरणमस्ति खलु, तत्र अन्ते पश्यतु, अर्पणानुकूलकृतिमती शबरी इति बोधः खलु. तदनन्तरं कृतिमान् चैत्रः इति बोधः. तदनन्तरं कृतिमान् एकत्वविशिष्टदण्डवान् इति बोधः. तदनन्तरं कृतिमन्तः जनाः इति बोधः. तदनन्तरं कृतिमान् चैत्रः इति बोधः, अथवा कृतिमान् पाककर्ता इति बोधः खलु. सर्वत्र कृतिमान् कृतिमान् कृतिमान् इति अस्ति. तर्हि यदि बोधः कृतिमान् इति जायते तदा कर्तरिप्रयोगः, तदा कर्तरिप्रयोगः. किमर्थं कर्तरिप्रयोगः इति चेत् कृतिः कुत्र भवति? कृतिः मुख्यविशेषे मुख्यविशेष्ये भवति. कर्तरि एव भवति मुख्यविशेष्ये इति मा वदतु. यदि कर्मणि प्रयोगः क्रियते तदा मुख्यविशेषः अन्यः भवति. सत्यं, कर्म सत्यं. कृतिः कुत्र भवति? कर्तरि भवति. अस्तु, तर्हि समयः जातः, समयः एकः निमिषः अस्ति. तर्हि अत्र पाचकः अन्नं पचति इति कर्तरिप्रयोगः, एतदेव वाक्यं कर्मणि प्रयोगे वदतु. पाचकेन अन्नं पच्यते. तर्हि अत्र पाचकेन अन्नं पच्यते इत्यस्मिन् वाक्ये मुख्यविशेषः कः? अन्नम् इति. यद्यपि अन्नम् इति मुख्यविशेष्यः, तथापि अत्र अर्थबोधः यदा वदेम तत्र कृतिमान् इति वाक्यं न भवति. सत्यं. तर्हि यत्र यत्र बोधः कृतिमान् इति जायते तत्र कर्तरि, तत्र सर्वत्र कृतिः कर्तरी वर्तते. कृतिः इति आत्मगुणः खलु, जीवात्मनि कर्तरी वर्तते इति कृत्वा तस्य नाम कर्तरिप्रयोगः. तदेव अत्र लिखितं, स एव च सर्वत्र उदाहरणे कृतिमान् कर्ता बोध्यते इति भवति अयं प्रयोगः कर्तरिप्रयोगः. अत्र यानि वाक्यानि एतावत्पर्यन्तम् अस्माभिः दृष्टानि तानि सर्वाणि पश्यन्ति चेत् सर्वत्र अन्ततो गत्वा कृतिमान् कृतिमान् कृतिमान् इति एव भवति सर्वत्र. किन्तु यदा पाचकेन अन्नं पच्यते इति वाक्यमस्ति तत्र अर्थबोधः कृतिमान् इति न भवति. पाचकेन इत्यत्र इदानीं प्रकारता, मुख्यविशेषता न भवति, प्रकारता भवति तत्र. तर्हि अग्रिमपाठः तदेव, कर्मणि प्रयोगे बोधवर्णनं, कर्मणि प्रयोगे कथं बोधः जायते इति चिन्तनं. कृतिमान् इति अत्र न भवति बोधे. यदि कृतिमान् इति भवति अथवा कृतिवती अथवा कृतिमत् इति भवति चेत् तत्र कर्तरिप्रयोगः इति अवगन्तुं शक्नुमः. बुध्यते खलु? बुध्यते. अस्तु, तर्हि अत्र स्थगेम. अग्रिमे वर्गे अग्रिमपाठः तत्र कर्मणि प्रयोगे बोधवर्णनं कथं जायते इत्यस्मिन् विषये चिन्तनं. सर्वेभ्यो नमस्कारः, धन्यवादश्च।